हरिः ॐ हिरण्यवर्णां हरिणीं सुवर्णरजतसरजां चन्द्रां हिरणमयीं लक्ष्मीं जातवेदोम आवह ताम आवह जातवेदो लक्ष्मीमनपघामिनीं यस्यां हिरण्यं विन्देयं कामशवं पुरुषानहम् अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीं श्रियदेवीमुपहुवये श्रीरमा देवी जुषताम् सोऽस्मिताम् हिरण्यप्राकारा मार्द्राञ्ज्वलन्ति तृप्तान् तर्पयन्ति पदमे स्थिताम् पदमवर्णान्ताभिहो बहुवये श्रियम् चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियल्लोके देवजुष्टामुदारां तां पद्मिनीभिः शरणमहं प्रपद्ये लक्ष्मीरमे नश्यतां त्वां वृणे आदित्यवर्णे तपसोधि जातो वनस्पतिस्तव वृक्षोऽथ बिल्वः तस्य फलानि तपसानुदन्तु मायान्तरायाश्च बाह्या लक्ष्मीः उपयेतु मां देव सख कीर्तिश्च मणिना सह प्रादुर्भूतोऽसुराष्ट्रेऽस्मिन् कीर्तिमृद्धिम् ददातु मे क्षुत्पिपासामलाञ्ज्येष्ठामलक्ष्मी नाशयाम्यहम् अभूतिमसमृद्धिञ्च सर्वान्निर्णुत मे गृहात् गन्धद्वारान् दुराधर्षान् नित्यपुष्टां करीषिणीम् ईश्वरीं सर्वभूतानां तामिहो बहुवये श्रियम् मनसः काममाकूतिम् वाचः सत्यमशीमहि पशूनां रूपमन्नस्य मयि शरीश्रयतां यशः करदमेन प्रजा भूता मयि सम्भवकरदमा श्रियं वासय मे कुले मातरम् पदममागिनीम् आपसृजन्तु स्निग्धानि चिकले तव समे गृहे निच देवीं मातरं श्रियं वासय मे कुले आर्द्रां पुष्करिणीं पुष्टिम् पिङ्गलां पदममालिनीं चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदोम आवह आर्द्रां यः करिणीं यष्टिं सुवर्णां हेममालिनीं सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ताम आवह जात वेदो लक्ष्मी मनपगामिनीम् यस्याम् हिरण्यम् प्रभूतिम् गावो दास्योऽश्वान् विन्देयम् पुरुषानहम् यश्चिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम् सूक्तम् पञ्चदशरचम् च श्रीकामः सततम् जपेत्।